पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 42 युधिष्ठिर उवाच साधु कृष्णजगन्नाथ आदिदेवजगत्पदे कथय स्वप्रसादेन कृपां कुरु ममोपरि माघस्य कृष्णपक्षे तु का वा चैकादशी भवेद् किं नाम को विधिस्तस्या यदद्विस्तरदो वद श्रीभगवानुवाच शृणुत्वं नृपशार्दूल कृष्णमाघस्य या भवेद् षट्तिला नाम विख्याता सर्वपापप्रणाशिनी षट्तिला या शृणुष्वत्वं कथां पापहरां शुभां यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति चोक्तवान् दालभ्य उवाच मर्त्यलोकमनुप्राप्ताः पापं कुर्वन्ति जन्तवः ब्रह्महत्यादिपापैश्च युक्ता ये विविधादिभिः परद्रव्यापहाराश्च परव्यसनमोहिताः कथं न यान्ति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वदः अनायासेन भगवान् दानेनाल्पेन केनचित् पापं प्रशमनं यादि येदन्मे वक्तुमर्हसि पुलस्त्य उवाच साधु साधु महाभाग गुह्यमेदत् सुदुर्लभम् यन्न कस्यचिदाख्यातं विष्णुब्रह्मेन्द्रदैवतैः तदहं कथयिष्यामि त्वया पृष्ठो द्विजोत्तम माघमासेदु सम्प्राप्ते शुचिस्नादो जितेन्द्रियः कामक्रोधाभिमानेर्ष्यालोभपैशून्यवर्जितः देवदेवं च संस्मृत्य पादौ प्रक्षाल्यवारिभिः भूमाव पतितं गृह्य गोमयं तत्र मानवः तिलान् प्रक्षिप्य कार्पांसं पिण्डिकाश्चैव कारयेद् अष्टोत्तरशतं चैव नात्र कार्याविचारणा ततो मा के च सम्प्राप्ते ह्याषाढर्क्षं भवेद्यदि मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः गृह्णीयात् पुण्यकाले च विधानं तत्र मे शृणु देवदेवं समभ्यर्च्य सुस्नादप्रयतः शुचिः कृष्णनामानि संकीर्त्य पुनः प्रस्खलितादिषु रात्रौ जागरणं कुर्यादादौ होमं च कारयेद् अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिं चन्दना गुरुकर्पूरैर्नैवेद्यं कृसरं तथा संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः कूष्माण्डैर्नारिकेरैश्च ह्यथवा बीजपूरकैः सर्वभावेऽपि विप्रेन्द्र शस्तपूगफलैर्वृतम् अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनं कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव संसारार्णवमग्नानां प्रसीदपुरुषोत्तम नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावना सुब्रह्मण्य नमस्तेस्तु महापुरुषपूर्वज गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पदे इत्यर्कमन्त्रः ततस्तु पूजयेद्विप्रमुदकुम्भं प्रदापयेद् शत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति कृष्णाधेनुप्रदातव्या यथाशक्तिद्विजोत्तमे तिलपात्रं द्विजश्रेष्ठदद्यात्पात्रविचक्षणः स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने तान् प्रदद्यात् प्रयत्नेन यथा शक्तिद्विजोत्तमे तिलप्ररोहजाः क्षत्रे यावत्सङ्ख्यास्तिलाद्विज तावद्वर्षसहस्राणि स्वर्गलोके महीयते तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदगी तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः नारद उवाच कृष्णकृष्णमहाबाहो नमस्ते विश्वभावन षट्तिलैकादशीभूतं कीदृश्यं फलमस्ति वै सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव श्रीकृष्ण उवाच शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते मर्त्यलोके पुरा ह्यासीद् ब्राह्मण्येका च नारद व्रतचर्यारदा नित्यं देवपूजारदा सदा मासोपवासनिरदा मम भक्ता च सर्वदा कृष्णोपवाससंयुक्ता मम पूजापरायणा शरीरं क्लेशिदं चैव उपवासैर्द्विजोत्तम देवानां ब्राह्मणानां च कुमारीणां च भक्तितः गृहादिकं प्रयच्छन्ति सर्वकालं महासदि अदि कृच्छ्ररदा साधु सर्वकालं तु वै द्विज न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः ततः कालेन महदा मया वै चिन्तितं द्विज शुद्धमस्या शरीरं हि व्रतैकृच्छ्रैर्न संशयः अर्चितो वैष्णवो लोककायक्लेशेन वै दया न दत्तमन्नदानं हि येन तृप्तिः परा भवेद् एवं ज्ञात्वा अहं ब्रह्मन्मर्त्य लोकमुपागतः कापालं रूपमास्ताय भिक्षापात्रे च याचिता कस्मात् त्वमागतो ब्रह्मन् क्व यासि वद मे ग्रदः पुनरेव मया प्रोक्तं देहि भिक्षां च सुन्दरि तया कोपेन महदा मृत्पिण्डस्ताम्रभाजने क्षिप्तो यावदहं ब्रह्मन् पुनः स्वर्गं गतो द्विज तदकालेन महदा तापसी सुमहाव्रता स देहास्वर्गमायादा व्रतचर्या प्रभावतः मृत्पिण्डिका प्रदानेन गृहं प्राप्तं मनोरमं संजातं चैव विप्रर्षे धान्यराशिविवर्जितं गृहं यावन्निरीक्षेद न किं चित्तत्र पश्यति तावद्गृहाद्विनिष्क्रान्ता ममान्दे चागदा द्विज क्रोधेन महदाविष्टमिदं वचनमब्रवीद मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः पूजयाराधितो देवः सर्वलोकस्य पालकः न तत्र दृश्यते किञ्चित् गृहे मम जनार्दन तत्रश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते आगमिष्यन्ति सुतरां कौतूहलसमन्विताः देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः द्वारं नोत्खाडय विना षट्तिला पुण्यवाचनाद यवमुक्ता मया साधुगता वै मानुषी तदा अत्रान्तरे समायादा देवपत्न्यश्च वाडव ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः द्वारमुत्काडय स्वाद्य त्वां प्रपश्याम शोभने मानुष्युवाच यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः षट्तिलाया व्रतं पुण्यं द्वारोत्खाडनकारणाद् श्रीकृष्ण उवाच एकापि न वदत्तत्र षट्तिलैकादशी वृतम् अन्यया कथितं तत्र द्रष्टव्या मानुषी मया ततो द्वारं समुत्काट्य दृष्टा ताभिश्च मानुषी न देवी न च गन्धर्वी नासुरी न च पन्नगी दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ देवीनामुपदेशेन षट्तिलाया व्रतं कृतम् मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदं रूपकान्तिसमयुक्ता क्षणेन समवापसा धन्यं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च भवनं सर्वसम्पन्नं षट्तिलाया प्रभावदः रूपकान्तिसमयुक्ताक्षणेन समपद्यत अतितृष्णान कर्तव्या वित्तशाढ्यं विवर्जयेद आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेद लभते चैवमारोग्यं नरो जन्मनि जन्मनि न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च सम्भवेद्वै द्विजश्रेष्ठषट्तिलासमुपोषणाद् अनेन विधिना भूप तिलदादानसंशयः मुच्यते पादकैः सर्वैरनायासेन मानवः दानं च विधिवत्पात्रे सर्वपादकनाशनं नानर्थकच्छिन्नायासशरीरे नृपसत्तम इति श्री पात्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे माककृष्णाष्टतिलकैकादशी नाम द्विचत्वारिंशोऽध्यायः ॐ